पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 238 रुद्र उवाच भ्रातरं निहतं ज्ञात्वा हिरण्यकशिपुस्ततः तपस्तेऽपि महादैत्यो मेरो पार्श्वे च मां प्रति दिव्यवर्षसहस्राणि वायुभक्षो महाबलः जपन् पञ्चाक्षरं मन्त्रं पूजयामास मां शुभे तदप्रहृष्टमनसा तमवोचं महासुरं वरं वृणीष्व दैत्येय यत्ते मनसि वर्तते तद प्रोवाच दैत्येयो मां प्रसन्नं शुभानने हिरण्यकशिपुरुवाच देवासुरमनुष्याणां गन्धर्वोरगरक्षसां पशुपक्षिमृगाणां च सिद्धानां वै महात्मनां यक्षविद्याधराणां च किन्नराणां तथैव च सर्वेषामेव रोगाणामायुधानां तथैव च सर्वेषां ऋषिमुख्यानामवध्यत्वं प्रयच्छ मे रुद्र उवाच एवमस्त्विति तद्रक्षत्वब्रुवं प्रियदर्शने मत्तो महद्वरं प्राप्य स दैतेयो महाबलः जित्वा महेन्द्रं देवांश्च सत्रैलोक्येश्वरो भवद सर्वांश्च यज्ञभागांश्च स्वयमेवाग्रहीत् बलाद त्रादारं नाधिगच्छन्ति देवतास्तेन निर्जिताः तस्यैव किङ्कराः सर्वे गन्धर्वा देवदानवाः यक्षाश्च नागासिद्धाश्च साध्याश्च वशवर्तिनः उत्थानपादस्य सुधां कल्याणीं नाम कन्याकाम् उपये मे विधानेन दैत्यराजो महाबलः तस्यां जातो महातेजा प्रह्लादो दैत्यराट्शुभे अनुरक्तो हृषिकेशे गर्भवासोऽपि यो हरौ सर्वावस्थासु कृत्येषु मनोवाकायकर्मभिः नान्यं जानाति देवेशात् प्रसन्नात्मा सनातनाद सकालेऽपि विनीदस्सन् गुरुगेहे त्वत्सत्सुधीः अधीत्य सर्ववेदांश्च शास्त्राणि विविधानि च कस्यचित्वथ कालस्य गुरुणा सह दैत्यजः पितुः समीपमागत्य ववन्दे विनयान्वितः तं परिष्वज्य बाहुभ्यां तनयं शुभलक्षणम् अङ्गे निधाय दैत्येन्द्रप्रोवाचेदं सुविस्मितं हिरण्यकशिपुरुवाच प्रह्लादचिरकालं त्वं गुरुगेहे निवेशितः यदुक्ता गुरुणा विद्या तन्ममाचक्ष्वसुव्रत रुद्र उवाच इति पृष्ठस्वपित्रा वै प्रह्लादो जन्मवैष्णवः प्राह दैत्येश्वरं प्रीत्या वचनं कलुषापहं प्रह्लाद उवाच यो वै सर्वोपनिषदामर्थपुरुष ईश्वरः तं वै सर्वगतं विष्णुं नमस्कृत्वा ब्रवीमि ते रुद्र उवाच इति विष्णुस्तुतिं श्रुत्वा दैत्यराड्विस्मयान्वितः उवाच तं गुरुं रोषात् किं त्वयोक्तं ममात्मजे ममात्मजस्य दुर्बुद्धे हरि संस्तव मीदृश्यं किमर्थमुक्तवाञ्जाड्यमकार्यं ब्राह्मणोचितम् अश्राव्यं मदमित्रस्य तवमेदं ममाग्रदः बालेनापि कृतं त्वेद त्वत् प्रसादाद्दिवजाधम इत्युक्त्वा परितो वीक्ष्य दैत्यराट् क्रोधमूर्च्छितः उवाच दैत्यमेकं तु बन्धयैनं द्विजाधमम् इति राजवच श्रुत्वा स बबन्ध भृगोस्सुदं बध्यमानं गुरुं दृष्ट्वा प्रह्लादो ब्राह्मणप्रियः उवाच पितरं ताद इदं मे नोक्तवान् गुरुः कृपया देवदेवस्य शिक्षितोऽस्मि हरे प्रभो नान्यो गुरुर्मे भवति स एव प्रेरको हरिः श्रोता मन्दा तथा वक्ता द्रष्टा सर्वग ईश्वरः हरिरेवाक्षयकर्ता नियन्ता सर्वदेहिनां तस्मादनागसो विप्रो मोक्तव्योऽयं गुरुप्रभो रुद्र उवाच इति पुत्रवच श्रुत्वा हिरण्यकशिपुस्तदः तं ब्राह्मणं मोचयित्वा स्वसुदं प्राह विस्मयाद किं वत्सत्वं भ्रमस्येवं मिथ्यावाक्यद्विजन्मनः को विष्णु किं तु तद्रूपं कुत्रासौ संस्थितो हरिः अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्यतः मामेवार्चय गोविन्दं त्यज शत्रुं दुरासदम् अथवा शङ्करं देवं रुद्रं लोकगुरुं प्रभुम् अर्चय स्वासुराध्यक्षं सर्वैश्वर्यप्रदं शिवं त्रिपुण्ड्रधारणं कृत्वा भस्मना दैत्यपूजितं पूजयित्वा महादेवं पाशुपत्योक्तमार्गतः रुद्र उवाच इति दैत्यपदेर्वाक्यं श्रुत्वा दैत्यपुरोहिताः पुरोहिता ऊचुः एवमेव महाभागगुरुष्वचनं पितुः त्यजशत्रुं कैटभार्यं पूजयस्व त्रिलोचनं रुद्रात्परतरो देवो नास्ति सर्वप्रदो नृणां पिता तवापि तस्यैव प्रसादादीश्वरो भवद रुद्र उवाच इति तेषां वच श्रुत्वा प्रह्लादो जन्मवैष्णवं प्रह्लाद उवाच अहो भगवदश्रेष्ठ यन्मायामोहितं जगद अहो वेदान्तविदुष सर्वलोकेषु पूजिताः ब्राह्मण अपि चापल्याद्वन्द्वं त्येवं मदान्विताः नारायणपरं ब्रह्मतत्त्वं नारायणपरं नारायणपरोध्यादा ध्यानं नारायणः परं गतिर्विश्वस्य जगदशाश्वतं शिवमच्युतः दादाविधादा जगदो वासुदेवः सनातनः विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति हिरण्मयवपुर्नित्यपुण्डरीकनिभेक्षणः श्रीभूलीलापदिसौम्यो निर्मलशुभविग्रहः तेनैव सृष्टौ ब्रह्मेशौ सर्गे देवोत्तमौ विभू तस्यैवाज्ञां पुरस्कृत्य वर्तेते ब्रह्मशङ्करौ भीषास्माद्वादिपवनो भीषो देदि दिवाकरः भीषास्मादग्निश्चन्द्रोध मृत्युर्धावति पञ्चमः आसीदेको हरिर्दिव्यो देवो नारायणः परः ब्रह्मानेन्द्रो न चेशानो न च चन्द्रदिवाकरौ न वाद्या वा पृथिव्यौ च नक्षत्राणि दिवौकसः तस्य विष्णो परं धाम सदा पश्यन्ति सूरयः एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमः रागालोभात् भयाद्वापि किं ब्रवीद ममाग्रदः तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिं कथं पाषण्डमाश्रित्य पूजयामि च शङ्करम् लक्ष्मीपदीं देवदेवमनन्तं पुरुषोत्तमम् इन्दीवरदलश्यामं पद्मपत्रायदेक्षणं श्रीवत्सलक्षितोरस्कं सर्वाभरणभूषितं सदा कुमारं सर्वेशं नित्यानन्द सुखप्रदं कृष्णं दध्युर्महात्मानो योगिनः सनकादयः समर्चयन्ति ब्रह्मेश शक्राद्या देवतागणाः यस्य पत्न्या कटाक्षार्धदृष्ट्या धृष्टा दिवौकसः ब्रह्मेन्द्ररुद्रवरुणयमसोमधनाधिपाः यन्नामस्मरणादेव पापिनामपि सत्वरं मुक्तिर्भवति जन्तूनां ब्रह्मादीनां सुदुर्लभा स एवं रक्षकश्रीशो देवानामपि सर्वदा तमेव पूजयिष्यामि लक्ष्म्या संयुतमच्युतम् प्राप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदं रुद्र उवाच इति तस्य वच श्रुत्वा हिरण्यकशिपुस्तदः क्रोधेन महदाविष्टो जज्ज्वालाग्निरिवापरः परितो वीक्ष्य दैत्येया नित्याः क्रोधमूर्च्छितः हिरण्यकशिपुरुवाच भीषणैः शस्त्रसंघादैः प्रह्लादं पापकारिणं ममाज्ञया खादयध्वं शत्रुपूजनतत्परं रक्षिता हरिरेवेदि रक्षदे तेन वात्सलाद अद्यैव सबलं तस्य पश्येयं हरिरक्षणं रुद्र उवाच तदोद्यतास्त्रा दैत्येया हन्तुं दैत्येश्वरात्मजं परिवार्य महात्मानं तस्तु दैत्येश्वराज्ञया प्रह्लादोऽपि तथा विष्णुं ध्यात्वा हृदयपङ्गजे जपन्नष्टाक्षरं मन्त्रं तस्थौ गिरिजिवापरः तं जघ्नुपरितो वीराः शूलतोमरशक्रिभिः प्रह्लादस्य वपुस्तत्र हरिसंस्मरणाच्छुभे विष्णोप्रभावाद्दुग्धर्षाद्वज्रभूदमभूद्भृश्यं ततः सम्प्राप्य तद्गात्रं महास्त्राणि सुरद्विषां नीलोत्पलदलानीव पेदुश्छिन्नाः क्षिदौ शुभे अल्पमप्यस्य तद्गात्रं भेत्तुं दैत्या न चक्षमाः विस्मिता वाङ्मुखास्तस्तु दैत्यराजान्तिके भटाः तादृग्विधं महात्मानं दृष्ट्वा पुत्रं महाबलम् विस्मयं परमं गत्वा दैत्यराट् क्रोधमूर्च्छितः आदिदेश ततः सर्वान् दन्तशूकान् महाविषान् वासुकिप्रभृतीन् भीमान् खादयध्वमिति क्रुधा आदिष्ठास्तेन राज्ञाथ ते नागाः सुमहाबलाः ज्वलिता श्यामहाभीमस्तं च खादुर्महाबलं गरुडध्वजभक्रं तं विदश्य गरलायुधाः निर्विशाच्छिन्नदशना बभूवुरनिलाशनाः वैनतेयसहस्रेण छिन्नगात्रा सुविह्वलाः प्रदुद्रुवुर्दिश सर्वावमन्दो रुधिरं भृशं तादृग्विधान्महासर्पान् दृष्ट्वा दैत्यपदिस्तदा आदिदेश तदक्रुद्धो दिग्गजान् सुमदान्विदान् निर्दिष्टास्तेन राज्ञाध दिग्गजाश्च मदोद्धताः परिवार्याध तं जघ्नुर्दन्धै पृथुतरैर्भृश्यम् अध दिग्गजदन्ताश्च छिन्नमूलाः पदन्भुवि दन्तैर्विना कृता नागा भयार्ता वै प्रदुद्रुवुः तान् दृष्ट्वाथ महानागान् दैत्येन्द्रकुपितो बली प्रज्वाल्य च महावह्निं शिक्षेप सुतमात्मनः जलशायिप्रियं दृष्ट्वा प्रह्लादं हव्यवाहनः न ददाहं च दं धीरं सुशीदसमभूच्छिखी। दह्यमानं तं बालं दृष्ट्वा राजा सुविस्मितः प्रादा तस्मै विषं घोरं सर्वभूतहिदं तदा तस्य विष्णो प्रभावाच्च विषमस्यामृतं भवेत् अर्पणा तस्य देवस्य विषं चामृतमश्नुते एवमाद्यैर्वधोपायैर्घोररूपैः सुदारुणैः मोहयित्वात्मजं राजा तस्या वध्यत्वमीक्ष्य च ततः साम्ना सुतं प्राह दैत्यराड्विस्मयाकुलः हिरण्यकशिपुरुवाच त्वया विष्णोः परत्वं च सम्यगुक्तं ममाग्रदः व्यापित्वात् सर्वभूतानां विष्णुरित्यभिधीयते योऽसौ सर्वगतो देवस एव परमेश्वरः तस्य सर्वगतत्वं वै प्रत्यक्षं दर्शयस्व मे ऐश्वर्यशक्तितेजांसि ज्ञानवीर्यबलानि च परस्य तस्य परमं रूपं गुणविभूतयः सम्यक् दृष्ट्वा प्रयत्नेन विष्णुं मन्ये दिवौकसां मम प्रतिबलो लोके नास्ति देवेषु कश्चन ईशानवरदानेन सर्वभूतेष्वध्यतां प्राप्तवान् सर्वभूतानां न दुर्जयत्वं च मानद ईश्वरत्वं लभेद्विष्णुर्मां जित्वा बलवीर्यतः रुद्र उवाच यदि तस्य वच श्रुत्वा प्रह्लादः प्राह विस्मितः हरे प्रभावं दैन्यस्य कथयामास सुव्रतः प्रह्लाद उवाच योऽसौ नारायणश्रीमान् परमात्मा सनातनः वसनात् सर्वभूतेषु वासुदेवः स उच्यते सर्वस्यापि जगद्धाता विष्णुरित्यभिधीयते न किञ्चिदस्मादन्यं तु जगत्स्थावरजङ्गमं सर्वत्र चिदचिद्वस्तुरूपं तस्यैव नान्यथा त्रिपाद्व्याप्तिपरं व्योम्नि पादव्याप्तिकलाद्भुता योऽसौ चक्रगदा पाणिपीदवासा जनार्दनः योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचिद् द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः देवतिर्यङ्मनुष्येषु स्थावरेष्वपि जन्तुषु व्याप्यतिष्ठति सर्वेषु क्षुद्रेष्वपि महत्सु च रुद्र उवाच इति प्रह्लादवचनं श्रुत्वा दैत्यवरस्तदा उवाच रोषतां राक्षो भत्सयंश्च सुतं मुहुः हिरण्यकशिपुरुवाच असौ सर्वगतो विष्णुरपि चेत्परमः पुमान् प्रत्ययं दर्शयस्वाद्य बहुभिः किं च लापितैः महादेव उवाच इत्युक्त्वा सहसा दैत्य प्रासादस्तम्भमात्मनः ताडयामासहस्तेन प्रह्लादमिदमब्रवीद हिरण्यकशिपुरुवाच अस्मिन् दर्शयतं विष्णुं यदि सर्वगतो भवेद् अन्यथा त्वां वधिष्यामि मिथ्यावाक्यप्रलापिनं रुद्र उवाच इत्युक्त्वा सहसा खङ्गमाकृष्य दिदिजेश्वरः प्रह्लादोरसि चिक्षेप हन्तुं खङ्गेन तं रुषा तस्मिन् क्षणे महाशब्दस्तम्भे संश्रूयते भृश्यं संवर्ताशनि सम्रावैः खमिव स्फुटितान्तरम्। तेन शब्देन महदा दैत्यश्रोत्रविखादिना सर्वे निपातिदा भूमौ छिन्नमूला इव द्रुमाः बिभ्यन्तः सम्प्लुतं दैत्या मेनिरे वै जगत्त्रयं तदस्तम्भे महातेजा निष्क्रान्तो वै महाहरिः चकारस महाघोरं जगत्क्षयनिभं स्वनं तेन नादेन महदा तारगाः पतिता भुवि नृसिंह वपुरास्ताय तत्रैवाविरभूद्धरिः अनेककोटिसूर्याग्नितेजसास समावृतः मुखे पञ्चाननप्रज्ञशरीरे मानुषाकृतिः दंष्ट्रा करालवदनस्फुरज्जिह्वाम्बरोद्धतः ज्वालावलितकेशां तस्तप्तालाते क्षणो विभुः सहस्रबाहुभिर्दीर्घैः सर्वायुधसमन्वितैः वृतो मेरुरिवाभादि बहुशाखानगान्वितः दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः तस्थौ नृकेसरीरूपः संहर्तुं सर्वदा नवान् तं दृष्ट्वा घोरसङ्काश्यं नरसिंहं महाबलं दग्धाक्षिपक्ष्मो दैत्येन्द्रो विह्वलाङ्गः पपातः प्रह्लादोध तदा दृष्ट्वा नरसिंहोपमं हरिं जयशब्देन देवेशं नमश्चक्रे जनार्दनं ददर्श तस्य गात्रेषु नृसिंहस्य महात्मनः लोकान् समुद्रान् सद्वीपान् सुरगन्धर्वमानुषान् अजाण्डानां सहस्रं तु सडाग्रे तस्य दृश्यते दृश्यन्ते तस्य नेत्रेषु सोमसूर्यादयस्तथा कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा ललाडे ब्रह्म रुद्रौ च नभो वायुश्च नासिके इन्द्राग्नि तस्य वक्त्रान्ते जिह्वायां तु सरस्वती दंष्ट्रासु सिंहशार्दूलाः शरभाश्च महोरगाः कण्ठे च दृश्यते मेरुस्कन्धेष्वपि महाद्रयः देवतिर्यं मनुष्याश्च बाहुष्वपि महात्मनः नाभौ चास्यान्तरिक्षं च पादयो पृथिवी तथा रोम स्वोषधय सर्वाः पादपाद्नखपङ्क्तिषु निःश्वासेषु च वेदाश्च साङ्गोपाङ्गसमन्विताः आदित्या वसवो रुद्रा विश्वे देवामरुद्गणाः सर्वाङ्गेषु प्रदृश्यन्ते गन्धर्वाप्सरसश्च ये इद्धं विभूतयस्तस्य दृश्यन्ते परमात्मनः श्रीवत्स कौस्तुभोरस्कं वनमालाविभूषितं शङ्खचक्रगदाखङ्गशार्ङ्गाद्यैर्हेदिभिर्युधं सर्वे सर्वोपनिषदामर्थं दृष्ट्वा दैत्येश्वरात्मजः हर्षाश्रुजलसिक्ताङ्गप्रणनाम मुहुर्मुहुः दैत्येन्द्रस्तु हरिं दृष्ट्वा क्रोधान् मृत्युवशे स्थितः योद्धुं खङ्गं समुद्यम्य नृसिंहं तमभिद्रवद अध दैत्यगणाः सर्वे लब्धसंज्ञा महाबलाः स्वान्यायुधानि चादाय हरिं जघ्नुस्त्वरान्विताः फलालकाण्डानि यथा वह्नौ क्षिप्तान्यनेकशः तथैव भस्मदां यान्ति महास्त्राणि हरेस्तनौ तान्यनेकानि दैत्यानां दृष्ट्वा नरहरिस्तदा सटैर्दधाः च ज्वालामाला विरचितस्फुटैः नृकेसरिषडोद्भूतवह्निना दानवाभृशं निर्भस्मिदा गणा सर्वे निःशेषं तदभूद्बलं प्रह्लादं सानुगं हित्वा भस्मिदे वीक्ष्य तद्बले क्रोधाद्दैत्यपदि खङ्गमाकृष्याभिपद्यते खङ्गहस्तं तु दैत्येन्द्रं जग्राहैकेन बाहुना पादयामास देवेशो यथा शाखां महानिलः गृहीत्वा पतितं भूमौ महाकायं नृकेसरी सोत्सङ्गे स्थापयामास ददर्शासौ मुखं हरेः विष्णु निन्दा कृतं पापं तथा वैष्णवदोषजं नृसिंहस्पर्शनादेव निर्भस्मिदमभूत्तदा अध दैत्येश्वरस्याध महद्गात्रं नृकेसरी नखैर्विदारयामास तीक्ष्णैर्वज्रनिभैर्घनैः स निर्मलात्मा दैत्येन्द्र पश्यन् साक्षान्मुखं हरेः नखनिर्भिन्नहृदयकृतार्थो विजहावसून् तद्गात्रं शदधाभित्वा नखैस्तीक्ष्णैर्महाहरिः आकृष्यान्त्राणि दीर्घाणि कण्ठे संसक्तवान् प्रियान् अथ देवगणः सर्वे मुनयश्च तपोधनाः ब्रह्म रुद्रौ पुरस्कृत्य शनैस्तोदुं समाययुः ते प्रसादयितुं भीदा ज्वलन्तं विश्वतोमुखं मादरं जगदां धात्रीं चिन्तयामासुरीश्वरीं हिरण्यवर्णां हरिणीं सर्वोपद्रवनाशिनीं विष्णोर्नित्यानवद्याङ्गीं ध्यात्वा नारायणीं शुभां देवी सूक्तजपैर्भक्र्या नमश्चक्रुस्सनातनीं तैश्चिन्त्य मानासा देवी तत्रैवाविरभूत्तदा चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता दुकूलवस्त्रसहितां दिव्यमालानुलेपनं तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः ऊजुप्राञ्जलयो देवीं प्रसन्नं गुरुदे प्रियं त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु रुद्र उवाच इत्युक्ता सहसा देवी प्रियं प्राप्य जनार्दनं प्रणिपत्य नमस्कृत्य प्रसीदेति उवाच तं तां दृष्ट्वा महिषीं स्वस्य प्रियं सर्वेश्वरो हरिः रक्षशरीरजं क्रोधं तत्याज प्रीतवत्क्षणाद् अङ्गमादाय तां देवीं समाश्लिष्य दयानिधिः कृपासुधार्द्रदृष्ट्या वै निरैक्षद सुरान् हरिः ततो जय जयेत्युच्चैस्तुवतां नमतां तदा तद्दया दृष्टिदृष्टानां सानन्दः सम्भ्रमो भवद ततो देवगणः सर्वे हर्षनिर्भरमानसाः ऊजुप्राञ्जलयो देवं नमस्कृत्य जगत्पदिं देवगणा ऊचुः द्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पदे अत्युद्भुतमिदं रूपं बहुबाहुपदाङ्गितं जगत्त्रयसमाक्रान्तं तेजस्तीक्ष्णतरं तव द्रष्टुं स्थातुं न शक्रास्म सर्व एव दिवौकसः महादेव उवाच इत्यर्थितस्तु विबुधैस्तेजस्तदधिभीषणं उपसंहृत्य देवेशो बभूव सुखदर्शनः शरत्कोडीन्दुसङ्काशः पुण्डरीकनिभेक्षणः सुधामय सडापुञ्जविद्युत्कोडिनिभशुभः नानारत्नमयैर्दिव्यैः केयूरैः खड्गान्वितैः बाहुभिः कल्पवृक्षस्य शाखाखैरिव सद्फलैः चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः जपाकुसुमः सङ्काशैशोभिधकरपङ्कजैः शङ्खचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः वरदाभय हस्ताभ्यामिदराभ्यां नृकेसरी श्रीवत्सकौस्तुभोरस्को वनमाला विभूषितः उद्यदिनकराभ्यां च कुण्डलाभ्यां विराजितः अरकेयूरकटकैर्भूषणैः समलङ्कृतः सव्याङ्गस्तश्रियायुक्तो राजदे नरकेसरी लक्ष्मी नृसिंहं तं दृष्ट्वा देवता समहर्षयः आनन्दाश्रु जलैसिक्ता हर्षनिर्भरचेतसः आनन्दसिन्धुमग्नास्ते नमश्चक्रुर्निरन्तरम् अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः रत्नकुम्भैः सुधापूर्णैरभिषिच्य सनातनं वस्त्रैराभरणैर्गन्धैः पुष्पैर्धूपैर्मनोरमैः दिव्यैर्निवेदितैर्दीपैरर्चयित्वा नृकेसरीं तुष्टुवोस्तवनैर्दिव्यैर्नमश्चक्रुर्मुहुर्मुहुः तदप्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान् ददौ ततो देवगणैः सार्धं सर्वेशो भक्तवत्सलः प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः ददौ तस्मै वरानिष्ठान् भक्तिं चाव्यभिचारिणीं ततो देवगणैः सर्वैः स्तूयमानो नृकेसरी विकीर्णपुष्पवभूभिस्तत्रैवान्तरधीयत तदसुरगणाः सर्वे स्वं स्वं स्थानं प्रपेदिरे पुनश्च यज्ञभागान् स्वान् बुभुजुः प्रीदमानसाः ततो देवाः सगन्धर्वा निरातङ्गा भवंस्तदा तस्मिन् हदे महादैत्ये सर्व एव प्रहर्षिताः प्रह्लादस्तु तदा चक्रे राज्यं धर्मेण वैष्णवः हरे प्रसादाल्लब्धं तु राज्यं वैष्णवसत्तमः बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरीम् काले हरिपदं प्राप योगिगम्यं सनातनं ये दत्प्रह्लादचरितं ये दु शृण्वन्ति नित्यशः ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिं यदते कथितं देवि नृसिंहं वैभवं हरेः शेषां च वैभवावस्थां शृणु देवि यथाक्रमम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे नृसिंहप्रादुर्भावो नामाष्टत्रिंशदधिकद्विशततमोऽध्यायः ॐ